ओके ओके अस्तु ओके सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः त्रिमुनि अत्र विषये श्लोकं कोऽपि वक्तुं शक्नोति वा अहं वद वदतु येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् अस्तु अत्र प्रणतोऽस्मि इति अत्र यस् अस्ति खलु अत्र एतत् चिह्नमस्ति तत् चिह्नस्य नाम किम् अवग्रहचिह्नम् अस्तु इदानीम् अत्र स्क्रीन् बृहत् करोतु भगिनि स्क्रीन् बहु लघु एव अस्ति इदानीम् इदानीं समानमेव इदानीं किञ्चित् ओके भगिनि ओके फर् मी इट् इस् ओके लघु नास्ति नुमागमः अभवत् इदितो नुम् इदितो नुम् धातोः अनन्तरं नूनः नूनः अत्र महाप्राणस्य स्थाने दन्त्य नकारः आगच्छति मिदच्छोन्त्यात् परः यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति अनन्तरम् एतत् उदाहरणमपि दृष्टवन्तः वन्द् धातोः अनन्तरं नच्च पदान्तस्य जलि अपदान्तस्य नकारस्य अपदान्तस्य पदान्ते नास्ति अत्र अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारः भवति एतत् वयं दृष्टवन्तः अनन्तरं परसवर्णः एतत् अत्र एव स्थानेन्द्रतमः यत्र अनुस्वारः ययी परसवर्णः अस्ति इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमवर्णः आगच्छति एतत् वयं दृष्टवन्तः अनुस्वारस्य अनन्तरं मूनुस्वारः अपि अभवत् वा पदान्तस्य अपि अभवत् अभवत् अत्र अनुस्वारस्य ययी परसवर्णः इत्यनेन अत्र संयमः अत्र संयमः इति अस्ति अनन्तरं संयमः उपसर्गपूर्वेण अत्र संयमः उपसर्गपूर्वकः अनन्तरं यै प्रत्याहारे अपि अत्र इदानीम् अत्रैव प्रश्नः उदेति इति अस्ति अत्र अनिल् महोदय गत द्वौ अत्र वारं वारे वाराणि अत्र वारमिति नपुंसकलिङ्गम् अस्तु इदानीं भवतः क्रमः पठतु अस्तु महोदय प्रश्नः उदेति यदि वनि धातौ नकारादेशः भवति एव तर्हि किमर्थं वन्द् मूलधातुः न स्यात् अत्रैव तिष्ठतु अत्रैव तिष्ठतु इदानीं वदी वदी इति ईकार उत्तरवर्ति अनुनासिकवर्णः एतत् एव अपगच्छति खलु वदे धातोः नकारः आदेशः भवति तर्हि किमर्थं वन्द् मूलधातुः न स्यात् एतत् प्रश्नः उदेति खलु अत्र वन्द् धातुः स्वीकुर्मः अत्र पश्यतु अत्र वदी इति अस्ति अत्र उपदेश अज अनुनासिक इत्यनेन एव अत्र इकार उत्तरवर्ति अनुनासिक एतत् अपगच्छति अनन्तरं इदितोणं धातोः वन्द् इति अस्ति अत्र प्रश्नः उदेति किमर्थम् अत्र मूलधातुः वन्द् इति न भवति एतत् अत्र प्रश्नः उदेति इदानीम् अग्रे पठतु तथैव यदि लबि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् अत्र एव अत्रापि प्रश्नः एव वदतु. उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल उपदायाः निति षष्ठ अध्याय चतुर्थपादे चतुर्विंशतिः श्लोके इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपदायां स्थितस्य नकारस्य लोपः स्यात् किति इति परे. परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्याम् अपि दशायां न भवति. साक्षात् अनिदितां हल उपदायाः निति च 6424 अत्र एतत् विषये पश्येम. अनिदितां नकारः लोपः लङ्गिकं प्योः पतापश् अस्तु. इदानीम् अत्र अनिदितम् अल अहल उपदायाः किं वदति अत्र पठतु. अनिदित् हलन्तस्य अङ्गस्य उपधा नकारस्य कित् प्रत्यये परे नित् प्रत्यये च परे लोपः भवति. उपदा नकारस्य यत्र उपदा नकारः अस्ति तत् लोपः भवति. एतदेव अनिदिता अत्र उपदा नकारः अङ्ग दट् इस् अनिदित् अण्ड् हलन्त इस् रिमूव्ड् कित् नित् प्रेद प्रत्यये परे अस्ति चेत् अत्र उदाहरणरूपेण एकनिमिषम् अत्र एतत् पठतु. In a root? Anga, stem ending in a consonant, preceded by nakara, this na, not preceded? Being added, this na, not being added to the root, owing to its having an indicatory idito num dhatoho. Saptama adhyaya prathama pade, ashtapanchasat, okay, the nakara, is elided when an affix having an indicatory kakara or nakara follows. That's okay, atra etat num dhatoho idito num dhatoho anidit na idit atra nanji tatpurusha samasaga anidit na idit alantasya angasya halantasya angasya ajantasya angasya nasti atra halantasya angasya upada nakarasya पूर्वं यत् नकारः तिष्ठति अत्र चित् नित् प्रत्यये परे अस्ति चेत् अत्र लोपः भवति. एतदेव तत् सूत्रं वदति. इदानीम् अत्र धातुविज्ञाने इत्यनेन यः धातुः इदित् नास्ति अत्र वदि इति इदित् अस्ति खलु. वदित् इति इदित् अस्ति. यत्र धातोः इदित् नास्ति तस्य धातोः उपदायां स्थितस्य नकारस्य लोपः स्यात्. इदित् अस्ति चेत् अत्र उपदायां स्थितस्य नकारः लोपः भवति. एतदेव अनिदितां हल उपदायाः किङ्निति इति सूत्रं भवति. इदानीम् इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यापि दशायां न भवति. अत्र किमपि अत्र अध एव उदाहरणमस्ति. पठतु. तत्र एव सूत्रमध्ये एव. न अत्र एव साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति निति च भवति. यथा बन्धधातौ नकारः उपस्थितः मूलधातौ उपस्थितमूलधातौ अतः किति निति परे नकारलोपः. ल्युटि बन्धनं नकारः उपस्थित यतोहि ल्युट् प्रत्यय कित् अपि नास्ति नित् अपि नास्ति. परन्तु तान्तरूपं बद्ध नकारलोपः यतहि तप्रत्ययः कित् अस्ति वदि धातो इति तु नुम् धातो इत्यनेन नुम् आगमः वन्द अस्य नकारस्य लोप किति निति न भवति यथा तान्तरूप वन्दित एव भवति. समीचीनम्. इदानीं भवान् अवगच्छति वा? आम् महोदय. किमस्ति इति बन्द् इति अत्र धातुः स्वीकृत्य कार्यं किम् अस्ति इति भवान् वदतु. अहं मम अभिप्रायः वदामि. वदतु वदतु. अत्र मूलरूपं भिन्नम् अस्ति बद् वदि, परन्तु लौकिकरूपे द्वयोपि समानेव बन्ध एण्ड् वन्द. तो प्रश्न उदेति, प्रश्न उदेति मूलधातु किमर्थं भिन्नं, कारणं किम्? तो अत्र यदा तान्तरूपं दृश्यते बद्ध धातुभिकं बद्ध बद्धः नकारलोप अस्ति, वन्द इस् वन्दितः नकारलोप नास्ति, भिन्नं किमर्थं? इदित् नास्ति खलु, इदित् नास्ति यः धातुः, इदित् नास्ति तत् तस्य धातोः उपादायं स्थितस्य नकारस्य लोपः भवति, अतः एव इदित् नास्ति बन्धनम् इत्यनेन. अतः तत्र नकारस्य किमस्ति अत्र, यत्र इदित् नास्ति तस्य धातोः उपादायं स्थितस्य नकारस्य लोपः, अतः एव बद्ध इति भवति. हा हा, इदित् कुत्र नास्ति? इदत् इदित् मूलधातुरूपे नास्ति. आम्. सो तत् कारणात् अतः एव मूलधातु भिन्नम् अस्ति. आम् समीचीनं. वधि धातुः इदित् अस्ति, अतः तत्र नुम् आगमः भवति खलु. नुम् आगमः तु द्वयोः अपि स्थाने भवति. नकारस्य लोपः लोपः लोपः एक एव स्थाने भवति, अन्यत्र न भवति. तत् कारणमस्ति अनिदितम् अण्ड् इदितम्. अस्तु अस्तु, अग्रे अग्रे पठतु भगिनी. एकवारं स्पष्टीकरोतु भगिनी, स्पष्टीकरणं करोतु भगिनी. अत्र ल्युट् अस्ति चेत् अत्र ल्युट् कुत्र भवति? एक सूत्रमस्ति खलु, एतत् सूत्रं जानाति वा कोऽपि? एतदेव सूत्रं युवोरणाकौ इति अण आगच्छति, यत्र अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य यु इत्यस्य अण आदेशः भवति, उ इत्यस्य अक अण आदेशः भवति. इदानीम् अत्र स्वीकुर्मः चेत् ल्युट् बन्धनम् इति नम् बन्धनम् अण आगच्छति, नकारः उपस्थितः, अत्र नकारः अस्ति एव बन्धनम् इति. ल्युट् प्रत्ययः कित् अपि अस्ति बन्धनम्, अत्र कित् अस्ति, कित् अपि नास्ति, नित् अपि नास्ति, अत्र किमपि नास्ति, परन्तु त्वान्तरूपं बद्ध अस्ति. इक्त बन्धनं बन्द् योगः त प्रत्ययं योजनेन अत्र किमस्ति, ककारः अस्ति, अतः तत्र नकारलोपः, यतोहि त प्रत्ययः कित् अस्ति, अतः नकारः लोपः भवति. अनिदितं हल उपादायाङिति इत्यनेन. इदानीम् इदितोनुं धातोः अत्र मूलप्रत्ययं किमस्ति चेत् अत्र किमर्थं बन्द् मूलधातुः न स्यात्? इदानीं वदि इदित् अस्ति अत्र, अनिदितं हल उपादायः निति अस्ति चेत् अत्र उपादायः स्थितस्य नकारस्य लोपः भवति. इदानीम् इदित् अस्ति, वदि इति इदित् अस्ति, वदे इति इदित् अस्ति, अतः एव नुम् आगमः भवति. इदानीं तदेव किमस्ति अत्र, बन्धु अपि अस्ति, अनन्तरं लम्ब् अपि अस्ति, एतत् समानरूपमेव अत्र कार्यं करोति, अतः एव अत्र इदित् अस्ति, अतः नुम् आगमः भवति. अतः एतदपि मिदच्छोन्त्यात् परः एतत् सूत्रमपि अत्र कार्यं करोति, अतः बन्द् अन्त्य अच् वर्णात् परः नकारः आगच्छति. तावदेव, अत्र नकारे नकारस्य लोपः भवति, कितिनिति न भवति, अतः इक्तान्तरूपं वन्दितः इति भवति. एतत् पूर्वमेव वयं दृष्टवन्तः एतत् विषये समीचीनतया. वदि अपि अस्ति, लम्ब अपि अस्ति. लम्ब अत्र लम्ब इति अनुस्वाररूपेण भवति, अतः तत्र अनुस्वारस्य ययि परसवर्णः एतेन बकारः अस्ति. सो पप् ब इति अस्ति, अन्तिमवर्णः मकारः अस्ति. एतत् भूत्वा अनुस्वारस्य ययि परसवर्णः भूत्वा लम्ब इति भवति. सो वदि लम्ब इत इदानीं जानाति खलु. कोऽपि प्रश्नः अस्ति वा अत्र? समीचीनतया अवगतं खलु? अग्रे गच्छेम. अस्तु, इदानीं इदानीं तपरस्तत्कालस्य मिस्टर् किशोर् अस्ति वा अद्य? अस्तु, उषा यतिराज् पठतु. आं भगिनि, तपरतत्कालस्य तकरात् परः यः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः तात्परः तपरः पञ्चमी तत्पुरुषः तः परो यस्मात् सः तपरः बहुव्रीहि द्वाम् अपि अर्थौ तस्य कालः तत्कालः तस्य कालः इव कालः यस्य सः तत्कालः षष्टि तत्पुरुष गर्भः बहुरीः तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रं स्वयं रूपं स्वं रूपं स्वं स्वयमेव अन्य अर्थः स्वयमेव स्वम् अत्र स्वं रूपं शब्द किञ्चित् उच्चैः पठतु भगिनि. संज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः अनुदित् सवर्णस्य च अप्रत्ययः इत्यस्मात् इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः अनुवृत्तिः सहितसूत्रं तपर तत्कालस्य स्वस्य रूपस्य सवर्णस्य भगिनि एकनिमिषम् अत्र तपरस्तत्कालस्य अत्र अर्थं पठतु. द्रष्टुं शक्यते खलु उषा? उषा भगिनी अस्ति वा? उषा भगिनी अस्ति वा भगिनी? सो फार् ऐ हेव् ऐ रेड् पूर्णिमाप्रकाश न न सीतालक्ष्मी अस्ति वा? सीतालक्ष्मी पठतु अत्र अर्थं किम् अस्ति अत्र तपरस्तत्कालस्य तकारात् तपरस्तत्कालस्य प्रथमपादे प्रथमाध्याये अर्थमेव पठतु. तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः. कुत्र पठति? कुत्र अस्ति? तकारात् परः वर्णः तदा च तकारः यस्मात् परः सः वर्णः उभौ अपि स्वकालवाचकानां सवर्णानाम् एव निर्देशं कुरुतः. अत्र इतोपि अन्यसूत्रमपि अस्ति, अनिदित् सवर्णस्य च प्रत्ययस्य. एतत् किं वदति? अत्र सूत्रे आदेशरूपेण न प्रयुक्तः अन्वर्णः. अन्वर्णः किं जानाति वा? अन्वर्णः अन् प्रत्याहारः. एतत् प्रिण्ट् औट् पुरतः अस्ति वा? अन् अत्र पठतु. अन् आ इ उ आ इ उ यथ तावदेव. अन् आ इ ऐ उन् ऋ लुक् एव अस्ति खलु अत्र. अन् आ इ उ एव अस्ति. इदानीम् अत्र सूत्रे आदेशरूपेण न प्रयुक्तः अन्वर्णः तथा च उदित् वर्णः. उदित् अस्ति अत्र कुचितु तुपु इति अस्ति. सावर्णानां ग्रहणं करोति. सावर्णानां ग्रहणं किं किं भवति? अत्र यत्र पूर्वमेव वयं दृष्टवन्तः सादृशवर्णः कुत्र अस्ति इति सावर्णः. इदानीं उरण्ड्रपरः एतत् निमिषम् एक प्रति गच्छेम. तपरस्तात् कालस्य तकारात् परः यः तकारः, तकारात् परः यः तकारः, यस्मात् द्वयोः अत्र पञ्चमी अस्ति, समकालस्य बोधकः. तत्र इतोपि अत्र पश्यमे चेत् तपरः किम् अस्ति चेत् स्वं रूपं शब्दस्य अशब्दसंज्ञा. अत्र स्वं रूपं 1168 इदानीं पश्यामि चेत् स्वं रूपम् इत्युक्ते किं? व्याकरणशास्त्रे संज्ञाशब्दान् वर्जयित्वा, संज्ञा इत्युक्ते किं? नौन् एव खलु. संज्ञाशब्दान् वर्जयित्वा त्यक्त्वा अन्यत्र शब्दगृहेण स्वरूपग्रहणं भवति. संज्ञाशब्दानां ग्रहणेन तु अर्थग्रहणं क्रियते. अत्र स्वं रूपम् इति शब्दस्य सामान्यतः किम् अस्ति चेत् शब्दानां प्रयोगः अर्थम् अभिलक्ष्य एव कार्यं करोति खलु. अग्निः दहति इति स्वीकुर्मः चेत् अत्र अग्निः इति शब्दः एतत् स्वयं एतत् अग्निः इति शब्दः अस्ति चेत् दहनं करोति. अत्र शब्दविषये अर्थम् अभिलक्ष्य एव कार्यं करोति. स्वं रूपं शब्दस्य स्वं रूपम् अग्निः स्वीकुर्मः चेत् अत्र अर्थमस्ति खलु. अग्निः अत्र तपनं करोति, अत्र पचनकार्ये प्रयोगमस्ति. एतत् सर्वं स्वं रूपं शब्दस्य. इदानीम् अत्र स्वं रूपं शब्दस्य अशब्दसंज्ञा स्वं रूपम् इत्यनयोः अनुवृत्तिः. अनुदित् सावर्णस्य च आप्रत्ययः. आप्रत्ययः प्रत्ययः नास्ति अत्र. 1169 स्वीकुर्मः चेत् अत्र अनुदित् सावर्णस्य च प्रत्ययः. अन् अस्ति, अनन्तरम् उदित् अस्ति, कुचिडुतुप् इति अस्ति उदित्, अनन्तरं सावर्णस्य आप्रत्ययः. प्रत्ययः नास्ति अत्र. एतत् सर्वम् अस्ति चेत् सूत्रे आदेशरूपेण न प्रयुक्तः अन्वर्णः अ इ उ. उदित् अस्ति, कुचिडुतुप् इति अस्ति. सावर्णानां ग्रहणं भवति. सावर्णानां ग्रहणं पूर्वमेव वयं दृष्टवन्तः. अस्ति चेत् अत्र पञ्चम चत्वारः वर्णः अस्ति खलु कुचुडुतुप् मध्ये. एतत् सर्वं सावर्णमेव, पूर्वमेव वयं दृष्टवन्तः स्थानेन्द्रतमः इत्यनेन खलु. सावर्णस्य इत्यस्य अनुवृत्तिः इत्युक्ते कुचुडुतुप् एतत् सर्वम् आगच्छति. सावर्णं जानाति खलु का मध्ये ग सर्वम् आगच्छति. तपरत्तत्कालस्य स्वस्य रूपस्य सावर्णस्य एतदेव तपरत्तत्कालस्य. इतोपि अत्र पठतु. वर्णः ह्रस्वः भवतु. सीतालक्ष्मी आं महोदय पठतु. वर्णः ह्रस्वः भवतु. सावर्णस्य विषये एव अत्र अस्ति. अग्रे पठतु. स्वं रूपं शब्दस्य न वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, वर्णः ह्रस्वः भवतु दीर्घः भवतु तकारात् पूर्वं भवतु तकारात् परं भवतु यः वर्णः अनेन तकारेण संयुक्तो भवति सः तत्कालस्य एव प्रतिनिधिः अदेङ्गुणः अस्य उदाहरणम् अनेन अकारः अत् अतः ह्रस्व अकारस्य एव प्रतिनिधिः एङ् प्रत्याहारः तकारात् परः अतः दीर्घवर्णानाम् एव प्रतिनिधिः न तु प्लुतानां ह्रस्वम् ह्रस्वः दीर्घः प्लुतः ह्रस्वमात्र किम् एकमात्रम् एकमात्र दीर्घं दीर्घः द्विमात्र द्विमात्र अनन्तरम् अत्र प्लुतः इति चेत् त्रिमात्र इदानीम् अदेङ्गुणः एतत् एतत् सूत्रमस्ति अत्र कार्यं किं भवति अदेङ्गुणः इति सूत्रं स्वीकुर्मः अत्र कार्यं किं भवति अदेङ्गुणः सन्धिः किम् अदेङ्गुणः अन्य कोऽपि अन्य कोऽपि न न अत्र किं कार्यं भवति इति मम प्रश्नः वृद्धिः वृद्धिः भवति न न न न गुणः भवति अगुणः भवति गुणः भवति गुणसन्धिः भवति आ ए ओ एतत् त्रयाणां गुणः इति संज्ञा भवति अतः अत्र गुणसंज्ञवर्णकः गुणसंज्ञवर्णः एव अदेङ्गुणः इति भवति उदाहरणरूपेण स्वीकुर्मः अत्र अकारः इदानीम् अत्र पश्यतु गुणवर्णः अकारः ए अ ए ओ अस्ति एतत् सर्वाणि वर्णानि गुणसंज्ञकः एव अनेन अकारः आ इति अस्ति चेत् अदेङ्गुणः आ ए ओ अस्ति अत्र अकारः अत् अस्ति एतत् ह्रस्वः अकारः एव अत्र प्रतिनिधिः एङ् प्रत्याहारः एङ् इदानीं किम् अस्ति एङ् प्रत्याहारः किं किम् अस्ति अत्र वर्णः ए ह्रस्वं नास्ति अतः वक्तुं समये ए इति वक्तव्यम् अत्र ह्रस्व एकारः नास्ति अनन्तरम् ओकारः ह्रस्व नास्ति अतः ए ओ इति अस्ति एङ् इयेङ्गः पदान्तात् अति इति अस्ति अस्तु इदानीम् अत्र प्रतिनिधिः एङ् प्रत्याहारः एङ् प्रत्याहारः किं किम् अभवत् इदानीम् ए ओ ए ओ अस्ति एङ् इदानीं गुणवर्णः किं किम् अस्ति अदेङ्गुणः इति ए ओ आ ए ओ विस्म एतत् मनसि एतत् मनसि स्थापयतु अदेङ्गुणः अत्र अदेङ् गुणः गुणवर्णः किं किम् अस्ति चेत् आ अत् अस्ति ह्रस्व अकारः अस्ति अदेङ्गुणः आ ए ओ अस्ति एतदेव गुणवर्णः अनन्तरम् एङ्गः पदान्तात् अति इति पश्येमे चेत् अत्र ए ओ एङ्गः पदान्तात् अति इति सूत्रेण अतः एङ् प्रत्याहारः तकारात् परः एङ् प्रत्याहारः तकारात् परः अतः दीर्घवर्णानाम् एव प्रतिनिधिः न तु पुलुतानाम् अत्र एङ् इति अस्ति दीर्घः अस्ति खलु वर्णः एव दीर्घः अस्ति द्विमात्रा अस्ति एङ् अतः एतत् वर्णानाम् अत्र किं भवति दीर्घवर्णानाम् एव प्रतिनिधिः एङः स्वीकुर्मः चेत् दीर्घवर्णानाम् अनन्तरम् अदेङ् अत् प्रत्याहारः स्वीकुर्मः चेत् अत्र ह्रस्व अकारः एव खलु एतत् मनसि स्थापयतु इदानीं पूर्णिमा पठतु अग्रे यस्मात् ह्रस्वः पूर्णिमा अस्ति वा अस्तु गीता श्रीधर् अस्ति वा यात्रायामस्मि भगिनि अहं यात्रायामस्मि भगिनि देहल्याने अस्मि अस्तु भागीरथी आम् अस्मि भगिनि, पठतु. अहं पठामि. यस्मात् ह्रस्व अक्षः परे ककारः संयुज्यते सः अच् केवलं ह्रस्वस्य प्रतिनिधिः. इदानीमेव पठितवन्तः खलु, इदानीमेव पठितवन्तः. अ ए ओ एत गुणवर्णः. अत्र यस्मात् ह्रस्व अच् अकारः परे तकारः संयुज्यते, अत् इति संयुज्यते, सः अच् केवलं ह्रस्वस्य प्रतिनिधिः एव खलु. अकारः ह्रस्वमेव, इदानीमेव दृष्टवन्तः. अकारः अनेन अकारः अत् अतः ह्रस्व अकारः. अत्र ह्रस्व अकारः एव प्रतिनिधिः. प्रतिनिधिः इत्युक्ते इम्पोर्टेण्ट्, प्राधान्यम् अस्ति. इदानीं न तु दीर्घस्य पुरुषः वा, अत्र दीर्घविषये किमपि नास्ति, ह्रस्व अकारः विषये एव. अत्र न तु किमस्ति ओ तादृशं नास्ति, ए दीर्घः अपि नास्ति, पुनः अपि नास्ति, त्रीणि मात्राणि अपि नास्ति. यथा एव प्राधान्यम् अस्ति. समीचीनं. यथा यित् यित् ह्रस्वः इकारः, अत् ह्रस्वः अकारः, उत् ह्रस्वः उकारः. अत्र किमपि कार्यं नास्ति खलु, अत्र जानाति खलु किम् अस्ति अत्र. एतत् सर्वं इकारः एव, अत् ह्रस्व अकारः एव, उत् ह्रस्व उकारः एव, तावदेव. एतत् सर्वम् एकमात्रा एव. अनन्तरम् अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः. नो चेत् व्याकरणे यदा ह्रस्व अकारम् अकारबोधनार्थम् अत् इति वयं वक्तुं शक्यते. समीचीनं, समीचीनं. अग्रे नो चेत् व्याकरणे यदा अकारः इति वदामः तदा सः अकारः अकारस्य आकारस्य अपि च आकारस्य प्रतिनिधिः आकारस्य प्रतिनिधिः. अतः माहेश्वरसूत्रेषु केवलम् आ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः. ते वर्णाः ह्रस्वस्य दीर्घस्य प्लुतस्य च प्रतिनिधयः. दृष्टान्ते अतः स्थाने इत् अतः स्थाने इत् भवतु, अपि च अकारस्य स्थाने इकारः भवतु, द्वयोः वाक्ययोः समानार्थः नास्ति. अकारः इति कथनेन अष्टादशप्रकारकः अकारः गृह्यते. ह्रस्व उदात्तः एतत् अष्टादशप्रकारकः अष्टादशप्रकारकः किं भगिनि, किमपि दोषमस्ति वा अत्र? न न, अष्टादश कथं भवति इति जानाति वा इति मम प्रश्नः. ओ अष्टादश अकारः इति कथनेन अष्टादश अष्टादश अनु उदात्तः अनुदात्तः स्वरितः खलु. उदात्तः अनुदात्तः स्वरितः एतत् त्रीणि भवति. अनुनासिकः अननुनासिकः इति अस्ति. अनन्तरं दीर्घ उदात्तः अनुदात्तः स्वरितः अस्ति अत्रापि. अनन्तरम् अनुनासिकः अननुनासिकः अस्ति. अनन्तरं प्लुतः स्वीकुर्मः चेत् अत्रापि उदात्तः अनुदात्तः स्वरितः अस्ति. अत्रापि अनुनासिक अननुनासिक इत्येन अष्टादशभेदाः सन्ति. अष्टादशभेदाः तादृशमेव भवति. जानामि परन्तु अत्र सम्यक् वक्तुं न शक्नोमि. किन्तु तपरं स्वीकृत्य ओके एकनिमिषम् इदानीं Thank you. अत्र पश्यतु, अत्र अनुदात्तः इत्युक्ते किं, कोऽपि जानाति वा? अनुदात्तः इत्युक्ते रेखा कुत्र भवति? रेखा अधः खलु. उदात्तः इत्युक्ते रेखा कुत्रापि नास्ति. त्वरितः इत्युक्ते कुत्र भवति? उपरि भवति. अस्तु, अनुनासिकवर्णः जानाति खलु? अनुनासिकवर्णाः चन्द्रबिन्दु अस्ति खलु? अनुनासिकवर्णः तादृशमेव भवति खलु? एतत् जानाति. अननुनासिकः अत्र अकारः एव, अत्र अननुनासिकः, तत्र अनुनासिकवर्णः उपरि नास्ति खलु? खलु. इदानीं ह्रस्वः जानाति, ह्रस्वः जानाति, दीर्घः जानाति, प्लुतः जानाति. प्लुतः ह्रस्वः राम आगच्छतु, राम आगच्छतु, अन्य कमरे अस्ति, अन्य प्रकोष्ठे अस्ति सः. इदानीं सः तु किम् अस्ति, वीथीम् अन्ते अस्ति, वीथीं बहुदूरमस्ति. वीथी जानाति खलु किम् अस्ति? स्ट्रीट्. वीथीम् अन्ते अस्ति, बहुदूरमस्ति, अतः तत्र रामा आगच्छतु इति वक्तव्यं. तत्र प्लुतः, त्रीणि मात्राणि सन्ति अत्र. इदानीम् आ ह्रस्वः, आ दीर्घः, आ प्लुतः अस्ति. इदानीम् अनुदात्तः अपि कुक्कुटः ध्वनिः, रेफर् कुक्कुटः. अस्तु अस्तु अस्तु अस्तु. इदानीम् आ स्वीकुर्मः चेत् अत्र अनुदात्तः अपि अस्ति, उदात्तः अपि अस्ति, स्वरितः अपि अस्ति खलु? अनन्तरम् अनुनासिकः, अननुनासिक अत्र अपि अस्ति. इदानीं प्रत्येकं स्वीकुर्मः चेत् ह्रस्वः अत्र उदात्तः अपि अस्ति, अनुदात्तः अपि अस्ति, स्वरितः अपि अस्ति. अतः 3 × 2 किं? 6. इदानीं दीर्घः आकारः अस्ति, अत्र अपि इण्ट् अत्र न आगच्छति. 3 × 2 षड् भगिनि. समीचीनम्, अत्रापि षड्. इदानीं प्लुतः अपि अत्रापि षड् षड् प्लस् षड् आगत्य इदानीं 6 + 6 + 6 12 + 6 सम् 18 तावदेव. इदानीम् अष्टादशप्रकारकः अकारः गृह्यते. अत्र किं भवति? अकारः भवति, एकनिमिषम्, अकारस्य, आकारस्य अपि च प्लुतः प्रतिनिधिः खलु? अकारः त्रीणि अस्ति इदानीं त्रीणि सन्ति अकारः आकारः अनन्तरं प्लुतः अतः एव एतत् मल्टिप्लिकेशन् भवति अत्र अष्टादशप्रकारकः इदानीं जानाति वा अस्तु भगिनि तादृशमेव इकारः अपि भवति उकारः अपि भवति ऊकारः ऊकारः प्लुतः अनन्तरम् अकारः अयि जानाति खलु अकारः अकारः अकारः आ इ ऊरु लु एतत् सर्वं तादृशमेव भवति किञ्चित् स्थाने यत्र यत्र ह्रस्वः भवति अत्र त्वल् एव भवति न यत्र ह्रस्वः न भवति अत्र ए ओ अस्ति खलु ए इति दीर्घमेव अस्ति अनन्तरं प्लुतः अस्ति ह्रस्वः अत्र नास्ति अतः तत्र कति वर्णाः सन्ति द्वादश समीचीनं द्वादश ओ अपि ह्रस्वौ उकार ओ ओ ओ इति तमिळ् मध्ये वदामि चेत् अत्र अष्टादश भवितुम् अर्हति तमिळ् मध्ये परन्तु संस्कृतमध्ये ए ऐ एव तादृशमेव भवति अत्र ए अपि ह्रस्व एकारः नास्ति अनन्तरम् ऐ अपि ह्रस्व ऐकारः अस्ति अतः तत्र वर्णाः कति भवन्ति द्वादश एव तावदेव इदानीं किन्तु तपरं स्वीकृत्य यत्र अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः एव यत्र अत् इति स्वीकुर्मः चेत् अत्र ह्रस्व अकारः एव ह्रस्व अकारः कति वर्णाः सन्ति ह्रस्व अकारः सिक्स् एव भवन्ति सिक्स् एव भवन्ति खलु अतः अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते तदर्थं तपरः क्रियते तः परः यस्मात् सः तपरः अच्वर्णः ह्रस्वः व्याकरणे तपरकरणम् इति उच्यते तपरकरणम् इत्युक्ते ह्रस्व उच्चार्यते ह्रस्वविषये एव अत्र तपर तत्कालस्य एतत् षड् प्रकारकः ह्रस्वः अकारः इति इत्युक्ते ह्रस्वः षट् प्रकारः अनन्तरम् ई स्वीकुर्मः चेत् अत्रापि ह्रस्वः उदात्तः अनुदासिकः अनुनासिकः ह्रस्व उदात्तः अननुनासिकः इदानीं तादृशमेव वयं दृष्टवन्तः अत्र त्रीणि अनुनासिकः अपि अस्ति अननुनासिकः अपि अस्ति एतदेव अत्र द्वौ स्तः खलु अतः त्री इण्टु टु सिक्स् त्री कथमत्र अनुदात्तः उदात्तः स्वरितः अत्र त्रीणि अस्ति इदानीम् अत्र प्रश्नः उदेति वा सन्ति वा समीचीनम् अभवत् वा किञ्चित् क्लेशः अस्ति चेत् अत्रैव समाधानं स्वीकरोतु अनिल् महोदय अवगच्छति वा आम् अवगतं महोदय अस्तु इदानीम् उपदा दीर्घः उपदायां च यत्र उपदा इत्युक्ते किम् उपदा इत्युक्ते किम् पेनल्टिमेट् लेटर् पेनल्टिमेट् लेटर् संस्कृतेन वदतु अन्तिमवर्णस्य पूर्ववर्णः तावदेव समीचीनम् इदानीम् अत्र अनुसूया पठितुं शक्यते वा अनुसूया भगिनी अस्ति वा ध्वनि न्यूनमस्ति आम् किञ्चित् उच्चैः वदतु रेफमकारयोः दीर्घः स्यात् एतत् अर्थं वदतु धातोः उपदाभूतः धातोः अन्तिमवर्णस्य पूर्ववर्णः, अन्तिमवर्णस्य पूर्ववर्णः. अत्र रेपः अस्ति चेत्, वकारः अस्ति चेत् अत्र हल् परयोः, हल् वर्णः परे अस्ति चेत् अत्र पूर्वस्थितस्य इकः दीर्घः स्यात् खलु. अग्रे धातूनाम् उपदायां रेफ वकारः अस्ति चेत् तस्य पूर्ववर्णः पूर्व इक प्रत्याहारस्य दीर्घः भवति. इत्युक्ते उपदायां सप्तम्यन्तं देयम् धातोरूर्वः उर्वा अष्टमध्याये द्वितीयपादे चतुस्सप्तमतमसूत्रेण धातोः इत्यस्य अनुवृत्तिः रोरुपदायाधिका इति सूत्रस्य अष्टमध्याये द्वितीयपादे षट् सप्तस्य गोः इकः दीर्घः इत्येषाम् अनुवृत्तिः हलि च अध्याये द्वितीयपादे सप्तमी इत्यस्मात् स्त्री इत्यस्य अनुवृत्तिः भवति. एकनिमिषम्, यत्र हल्वर्णः अल्वर्णात् हलन्तधातूनाम् उपदायां हलन्तधातुः अस्ति, अत्र उपदायां रेपः वकारः, एतदपि हलन्तवर्णः खलु, रेपः वकारः अस्ति चेत् अत्र तयोः वर्णयोः पूर्वं स्थितस्य इक् वर्णः ई ऊरु लृ अस्ति चेत् अत्र दीर्घः भवति. एतत् अनुवृत्तिसहितसूत्रम् अत्र सिपि धातो रुर्वाः धातोः इत्यस्य अनुवृत्तिः, अनन्तरं रुवोरुपदायाः रुवोरुपदाया दीर्घः एकः, रु इति वर्णः अस्ति चेत् 8 to 86 अत्र पश्येम. किमस्ति 8 to 76 रुवोरुपदाय दीर्घः. अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र आशीस् इति अस्ति, अत्र आशीष् योगः सुप्रत्ययम् आगच्छति, सु औजस् सम् औट् शस् ताभ्यां व्यस्, एतत् अत्र विवक्षा किम् अस्ति चेत् सु इदानीम् आशीस् अस्ति, अत्र सकारः अस्ति खलु, एतत् अल्याभ्यो दीर्घ श्रुति सपृक्तम् इति इत्यनेन सु इति सु लोपः भवति. इदानीं ससजुषौ रुः इति ऋत्वं भवति, आशीर् सकारस्य स्थाने रेपः, अनन्तरम् आशीर् इदानीं रुवोरुपदाय दीर्घः इकः, ईकारः ह्रस्व इकारः अस्ति आशीर् इति, परन्तु रुवोरुपदाया दीर्घः इत्यनेन अत्र उपदायां स्थितस्य रेपपूर्वं स्थितस्य इक् वर्णः दीर्घः भवति, रुवोरुपदाया दीर्घः इति इत्यनेन. अनन्तरं जानीमः रेपस्य स्थाने करावसानयोर्विसर्जनीयः इत्यनेन एव आशिः इति अन्तिमरूपं भवति खलु. एतत् अत्र पश्यतु किं किम् अभवत् इति. प्रथमम् अत्र आशी इति पदमस्ति चेत् अत्र अत्र किं भवति आशि ससजुषो रुः इत्यनेन एव ऋतुं भवति. एतत् वयम् अत्र उपदाया उपदाभूतयोः रेपवकारः हल् हल् परयोः इकः दीर्घः भवति. एतत् उदाहरणरूपेण स्वीकुर्मः चेत् उर्वोरुपदाया दीर्घः इकः. इदानीम् अत्र रेपः अस्ति, एतत् उपदा दीर्घः अस्ति आशी इति ह्रस्व इकारः. इदानीं रुवोरुपदाया इत्यनेन एव अत्र दीर्घः भवति. एतदेव अत्र सूत्रं. हलि च अपि दीर्घमेव. एतत् हलि इत्यस्य अनुवृत्तिः सङ्गे हलि च एतदपि दीर्घमेव भवति. अत्र 8 to 77 दीर्घरूपेण 8 to 77 एतदपि पश्यतु हलि च इति रेपवकारान्तदातुः उपदभूतस्य इक् वर्णस्य हल् वर्णे परे दीर्घः आदेशः भवति. एतदपि तावदेव भवति. हलि च इदानीं तिर् अस्ति, तिर् योगः ते, एतत् ता एव अस्ति. अत्र तिते आत्मनेपदानां तेरे इति अग्रे एतत् सर्वम् आगच्छति. इदानीं चिन्ता मास्तु एतत् विषये. इदानीं हलि च एव पश्यतु. अत्र हलि रेपान्त उपदायाः धातोः इक् वर्णस्य इक् वर्णः अस्ति चेत् अत्र उपदायां दीर्घः भवति. एतदपि सूत्रं कार्यं करोति. हलि च अनन्तरं रुवर् उपदायात् दीर्घः. तिर् अस्ति चेत् तीर् भवति, तीर्यते इति भवति. इदानीम् उदाहरणरूपेण स्वीकुर्मः चेत् अत्र गीतास्तीदर् अस्ति वा? She's on travel. आं भगिनि, पठितुं शक्यते वा? सरि, अनन्तरं रेल्याने अस्मि एव शब्दाः. अस्तु, उषा यत्राज पठतु. मम ध्वनि श्रूयते वा भगिनि? आं श्रूयते, किञ्चित् उच्चैः वदतु. अस्तु अस्तु. उपदायां च न न एतत् अभवत्. इदानीम् उदाहरणरूपेण अत्र पठतु. कुर्द, कुर्द, कुर्द, कुर्द वर्णविच्छेदः कुर्द योजनम् अनुनासिकः. कुर्द उपदेशे अज् अनुनासिक इत् इति सूत्रेण अनुनासिक अकारः इत् भवति. कुर्द उपदायां च सूत्रेण ह्रस्व उकारः दीर्घ उकारः अभवत्. अतः उपदायाम् ईक् वर्णः किं किं भवति? समीचीनम्. उपदायाम् अत्र ह्रस्व उकारः अस्ति, ई ऊरुळु एतत् मध्ये अस्ति. अतः एव अत्र उपदायां च इत्यनेन एव अत्र दीर्घः भवति. तदेव तादृशमेव अन्यपदमपि अस्ति. कुर्दो कुर्द् इति भवति, गुर्द् गूर्द् इति भवति. अनिल् महोदय अग्रे पठतु. अलो अलोन्त्यात् पूर्व उपधा. प्रथम अध्याये प्रथमपादे पञ्चषष्टिः श्लोकः. अन्य अन्ये सर्वे म्यूट् मध्ये अस्तु. वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्. अहं पुनः पठामि महोदय. वर्णानां समुदाये यः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्. उपधा इत्युक्ते किं? भवान् एव उक्तवान् खलु अत्र वर्णानां समुदाये यः अन्तिमवर्णस्य पूर्ववर्णः एव अस्ति सः एव उपधा. अलग पञ्चम्यन्तं हा, परन्तु अत्र उक्तं तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा इति भवति. उपधा संज्ञा, उपधा इति नाम भवति खलु. अलः पञ्चम्यन्तम्, अन्त्यात् पञ्चम्यन्तं, पूर्वः प्रथमान्तम्, उपधा प्रथमान्तम्, अनेकपदम् इदं सूत्रम्. अल प्रत्याहारे सर्वे अपि वर्णाः अन्तर्भूताः अच् प्लस् हल् अल् सूत्रं स्वयं सम्पूर्णं अन्त्यात् अलः पूर्वः उपधा प्रश्न उदीयते एतत् पर्यन्तं जानामि खलु अत्र किमपि नास्ति एव आमां एतत्तु उपधा परिभाषासु इति परिभाषासूत्रम् प्रश्न उदीयते अन्त्यात् अलः पूर्वः उपधा प्रश्नः उदीयेत उदीयेत रेफा इत्युक्ते कः वर्णः य रकारः उपरि उपविष्टः अथवा सर्वे रकाराः रेफ इत्युक्ते कः वर्णः अत्र रकारः इति न वक्तव्यमेव अत्र रादिपः इति अस्ति अतः अत्र रकारः इति अस्तु भवन्तः सर्वेपि अत्र अवगमनार्थम् एव रकारः इति तत्र दत्तं परन्तु रकारः इति पदं नास्ति एव रेपः रादिपः इति प्रथमपुस्तके मातृभिः षड् अत्र किमस्ति तत्र अपि विवरणम् अस्ति रकारः किमर्थं नास्ति भवान् जानाति वा एतत् विषये न जानामि महोदय रादिपः इति अस्ति रादिपः अत्र हिन्दीभाषायामेव अस्ति अत्र रे रकारः इति न वक्तव्यमेव अस्तु अग्रे पठतु उत्तरं सर्वे रकाराः एव रेफ नाम रात् इफ इफ कश्चन प्रत्ययः र प्लस् इफ रेफः अत्र तु इदानीं अहं न अवगतं महोदय वर्णः इत्युक्ते रेपः र एव खलु अथवा सर्वे रकाराः उत्तरं सर्वे रकाराः एव रेपः नाम रात् इप रादिपः मया इदानीम् उक्तं खलु रादिपः इपः कश्चन प्रत्ययः रायोः इपः रेपः इति भवतु अत्र एतत् रेपः रेपः वदतु इपः अर्थं किम् अत्र अर्थं नास्ति एतत् रात् इपः अत्र वर्णमेलनं कदा भवति इति कथं भवति इति रादिपः एतत् रा एव अस्ति रात् इपः रादिपः रादिपः अत्र मम समीपे अस्ति अहं ग्रूप् मध्ये प्रेषयिष्यामि रादिपः इत्युक्ते किम् अस्ति इति मम समीपे अस्ति एव अष्टाध्यायी सहजबोध वदतु फिनिश् करोतु भगिनि अहम् अनन्तरं वदामि रादिपः इति मातुः पुस्तकमस्ति अष्टाध्यायी सहजबोध इति षड् प्रकाराणि पुस्तकमस्ति अत्र एव रादिपः विषये आगच्छति अहम् एतत् मम समीपे अस्ति अहं किमस्ति अत्र मया इर् ईत्संज्ञावाच्य अनन्तरं रादिपः कुत्रापि आगच्छति एव एतत् विषये इदानीम् अत्र रादिपः अत्र रकारकरकारः इति न वक्तव्यम् एतत् स्पष्टीकरणार्थम् एव अत्र सर्वाणि अत्र शब्दानि अत्र प्रयुक्तानि रा इपः रेपः रकारः इति न वक्तव्यं रेपः एव वक्तव्यम् अस्तु अलोन्त्यात् पूर्व उपदा इत्युक्ते हल् अन्त्यात् यः उपधायां स्थितः वर्णः उपधा इति संज्ञा भवति भवत्याः प्रश्नः किं वदतु समानं भगिनि अहं वक्तुं इच्छामि रकारः इति न वक्तव्यं रेपः इति एव वक्तव्यं तदेव समीचीनम् उत्तमम् अहं प्रेषयिष्यामि एतत् हिन्दी मध्ये अस्ति अनन्तरम् अत्र सोमनि वाट् इस् इट् क्रिकल् वाट् इस् इट् सोमनि उपरि मया लिखितं किञ्चित् अत्र एतत् पश्यतु अस्तु अवधेयम् अग्रे पठतु महोदय अनिल् महोदय महोदय अवधेयम् उपदेशे अच् अनुनासिक इत् प्रथम अध्याये तृतीयपादे द्वितीयसूत्रे इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इति संज्ञा न भवति तदा एव इति संज्ञा भवति यदा स अच् अनुनासिकः अस्ति यथा लिख पठ इत्यादयः धातवः किन्तु भू नी इत्यादिषु अजन्तधातुषु अन्तिमः अच् वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम् अच् वर्णानाम् इति संज्ञा न भवति परन्तु हलन्त्यम् इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हल इति संज्ञा भवति एव एतत् अत्र किमपि प्रश्नः नास्ति एव अत्र उपदेश अज् अनुनासिक इत् कदा भवति चेत् यत्र अनुनासिक अच्वर्णः अस्ति तत्रैव उपदेश अज् अनुनासिक इत् भवति उदाहरणरूपेण स्वीकुर्मः चेत् अत्र लिको पटो अत्र उपरि अस्ति अकार उत्तरवर्ति अनुनासिकवर्णः पटम् अपि अत्र अपि एतत् उपदेश अज् अनुनासिक इत्यनेन इत् भवति इदानीं भू नी इति स्वीकुर्मः चेत् अत्र उपादायं किमपि नास्ति एव अनुनासिकवर्णः नास्ति अतः तत्र कार्यं न भवति उपदेश अज् अनुनासिक इत् इति सूत्रं कार्यं न भवति परन्तु यत्र यत्र इदानीम् ऐ उण् इति अन्तिमः हल् वर्णः अस्ति खलु हलन्त्यं तस्य लोपः इत्यनेनैव अपगच्छति खलु ऐ उण् लृक् एवोङ् ऐ औच् अयवरट् एतत् स्वीकुर्मः चेत् अत्र किम् अन्तिमः हल् वर्णः महोदय तत्तु सर्वे जानाति एव अत्र किमर्थं पुनः लिखितम् न न सर्वम् एतत् आरम्भपाठं खलु एतत् भवन्तः कृते अत्र अवगमनार्थमेव एतत् अत्र अत्र अवधेयं सेक्षन् किमर्थं पुनः अत्र उक्तम् एतत् सर्वेषां कृते अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् संज्ञा नास्ति यत्र नास्ति अनुनासिकवर्णः यत्र नास्ति तत्र न उपदेश अज् अनुनासिक इति सूत्रं कार्यं न भवति अत्र अवधेयमेव जस्ट् टु अण्डर्स्टाण्ड् दट्स् आल् अनन्तरम् अभ्यासः इदानीम् उपदेश अवस्थायाम् एतत् सर्वाणि वर्णानि अस्ति एव प्रदर्शिताः तेषां लौकिकरूपाणि कानि अपि च कैः सूत्रैः प्राप्नोति इति वक्तव्यम् इदानीं पठतु अग्नि अत्र ईकार उत्तरवर्ति अनुनासिकवर्णः अतः तत्र उपदेश अवस्थायाम् उपदेश अनुनासिक इत्यनेन अपगच्छति तादृशमेव चुर चुर नुद अनन्तरं किं सुनदि युच् यत्र यत्र अनुनासिकवर्णः तत्र सर्वे उपदेश अज् अनुनासिक इत्यनेन अपगच्छति इन् इति अत्र इन् अस्ति चेत् अत्र नकारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति इ एव तिष्ठति तावदेव समाप्तम् इदानीं वर्गः इदानीं प्रश्नः अस्ति चेत् पृच्छतु एतत् विषये किञ्चित् प्रश्नः अद्य पाठस्य विषये किञ्चित् वदतु चञ्चु एकवारम् उदाहरणं लिखित्वा वदति महोदय चञ्चु एतत् वा एतत् खलु उदाहरणम् एतदेव अवगतम् अवगतम् अस्तु चञ्चु इति अस्ति द्रष्टुं शक्यते खलु द्रष्टुं शक्यते वा आं भगिनि चञ्चु इति अस्ति इदानीं च च अनन्तरं हिन् छु इदानीम् एतदेव अत्र छञ्च् इति भवति अत्र अत्र उकार उत्तरवर्ति अनुनासिकवर्णः खलु उकार उत्तरवर्ति अनुनासकः अनुनासिकः किं सूत्रेण अत्र इति भवति उपदेशे अनुनासिकयुत् इति सूत्रेण अनुनासिकयुत् भवति अतः अत्र अन्ते किं तिष्ठति छञ्च् एव छञ्च् छञ्च् एव बीक् खलु वर्ड्स् बीक् अग्रे तावदेव सर्वत्र तादृशमेव भवति अत्र कूजो इति इकार उत्तरवर्ति अनुनासिकः इकार उत्तरवर्ति अनुनासिकः कुजे अस्ति इदानीम् अत्र भू युज् एव तिष्ठति गुज् एव तिष्ठति किम् अत्र अवगच्छति अनुनासिकयुत् उपदेशे अज अनुनासिक युत् इत्यनेन इकार उत्तरवर्ति अनुनासिकः वर्णः द्वयम् अत्र अपगच्छति खलु इदानीं दीर्घम् आगच्छति न उपदायां न एतत् सूत्रेण दीर्घं भवति अत्र तावदेव भवति खलु अत्र सूत्रप्रयोगं किं भवति चेत् उपदेशे अज अनुनासिक इति इत्यनेन यत्र अन्तिमवर्णः इकारः उत्तरवर्ति अनुनासिकवर्णः अपगच्छति कुञ्ज एव तिष्ठति इदानीम् इन् वर्णः स्वीकुर्मः चेत् अत्र इ एव तिष्ठति एतत् तस्य लोपः इत्यनेन नकारस्य लोपः भवति खलु अग्रे एव एतत् धातु अस्ति अग्रे कार्यं भवति इन् अस्ति चेत् इन् गतौ धातोः इकारस्य स्थाने गुणः भूत्वा एकारः भवति अतः एव किं भवति इन् गतौ धातोः भगिनी भगिनी इदितो नुम् धातोः तत्र न आगच्छति वा एतद् अग्रे न न इदित् भवति अत्र एतत् अन्य सूत्राणि सन्ति एतत् कार्यं करणीयं वदि इति स्वीकुर्मः चेत् तादृशमेव गुजि अपि कार्यं करणीयम् इन् अस्ति चेत् अत्र इन् गतौ धातोः स्वीकुर्मः चेत् अत्र एति इति भवति इकारस्य स्थाने एकारः भूत्वा नकारः अत्र अपगच्छति अनन्तरं तस्य लोपः एतत् पदमस्ति अत्र अन्ते अग्रिमकार्यं भवति इदितोनुं धातोः अस्ति अनन्तरम् एतत् स्वीकुर्मः अत्र किं भवति वदि लम्बि एतत् अत्र भवति खलु तादृशं करणीयं भुजि इति स्वीकुर्मः चेत् भुज् एव भवति उपदेश अज अनुनासिक इत् इत्यनेन अपकर्षति अनन्तरम् इदितोनुं धातोः इत्यनेन गुञ्जि भवति अनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति गुञ्जि भवति अनन्तरम् अनुस्वारस्य ऐपरसवर्णः इत्यनेन एव गुञ्ज् इति अन्तिमरूपं भवति तादृशं एतत् सर्वाणि अत्र कार्याणि भवन्ति सूत्राणि भवन्ति एतत् स्वीकुर्मः चेत् एव अन्तिमपदं वन्द् इति आगच्छति गुञ्ज् इति आगच्छति छञ्च् इति आगच्छति एतत् सर्वं प्रयोगं करणीयमेव सूत्राणि अस्तु भगिनि अस्तु कर्तुं शक्यते खलु एतत् एतदेव वदी एव अत्र प्रधानरूपेण अस्ति अत्र अग्रे किं कं किं किम् अस्ति अत्र एतत् सर्वाणि स्वीकृत्य अत्र कार्यं करणीयमेव शीङ् इति स्वीकुर्मः चेत् अत्र इङ् अस्ति खलु एतत् हस्तं तस्य लोपः इत्यनेन अपगच्छति शी एव तिष्ठति अनन्तरं शीङ् अत्र शेर् एकं सूत्रमस्ति अतः एव शी शे भवति अत्र गुणकार्यं भवति, अतः एव शेय शेते शयाते इति आगच्छति. अत्र एचो एव यावः इत्यनेन अत्र धातुरूपं भवति. एतत् सर्वत्र करणीयमेव. नमो इति अस्ति चेत् अत्र अकार उत्तरवर्ति अनुनासिकवर्णः अपगच्छति, अतः न एव तिष्ठति. एतत् सर्वम् अत्र कार्यं करणीयमेव. बद बन्द् इति भवति. इदानीं अनिल् महोदयेन पठितं खलु, वदतु किञ्चित् प्रश्नः अस्ति वा महोदय? अपि सिङ्ग् अस्ति चेत् अनुनासिक वर्णः एव अस्ति अत्र. अलन्तं वर्णं, अलन्तं सूत्रम् अप्लै कर् सकते इदर् कर् सकते. तिष्ठति शीङ् इति धातुः स्वीकुर्मः चेत् शीङ् इति अस्ति अत्र. इङ् इति हलन्त्यं तस्य लोपः इत्यनेन एव अपगच्छति, शी एव तिष्ठति. अनन्तस्जि इत्यनेन अत्र एतत् आत्मनेपदिनः अस्ति, अतः तत्र जानाति खलु सिप्तस्जि सिप्तस्तम् अनन्तरं सा तां ज इति अस्ति, अतः तत्र त इति अस्ति. इदानीं कर्तरि शप् इत्यनेन शप् भवति, अनन्तरम् अनन्तरम् आदिप्रभृतिभ्यः इत्यनेन शपः अपगच्छति, अतः शी योगः ता एव तिष्ठति. इदानीं तिते आत्मनेपदानां तेरे इत्यनेन एकारः भूत्वा अकारस्य स्थाने एकारः भवति, अतः ते इति भवति. इदानीं शीङ्गः सार्वधातुके गुणः इति प्रत्येकेन एकः सूत्रं कार्यं करोति, अतः एव शीङ् इति शी इति दीर्घ ईकारस्य स्थाने एकारः भूत्वा शे इति भवति. अनन्तरं शे योजनेन शे योगः ते, इदानीं शेते इति रामः शेते इति आत्मनेपदेन इति रूपं भवति खलु. इदानीं कुत्रापि प्रश्नः अस्ति चेत् वदतु, पृच्छतु. अत्र अगि घट ब्रेजुरु ऋकारस्य अनुनासिकवर्णः उपरि अस्ति, एतत् अपगच्छति. चञ्चु दृष्टवन्तः, तिक्रु एतदपि, क्षल इन् इदानीं दृष्टवन्तः. इन् एकवारं पश्येम इन् कुत्र अस्ति अत्र हलन्त्यं तस्य लोभः इत्यनेन किमपि किं कार्यं भवति इति पश्येम. इन् इति स्वीकुर्मः चेत् इङ्गतो धातोः एति इति भवति. किमर्थम् एति इति भवति चेत् अत्र नकारस्य लोपः भवति, हलन्त्यं तस्य लोपः इत्यनेन अत्रापि एतदपि परस्मैपदिनः एतत्, अतः तीतः अन्ति एव आगच्छति. तिप्तस्जि सिप्तस्थ एतत् आगच्छति. तिप् इति विवक्षा अस्ति, प्रथमपुरुषे एकवचनमेव विवक्षा अस्ति. इदानीं कर्तरि शप् भवति, परन्तु आदिप्रभृतिभ्यः शपः इत्यनेन 2472 पश्येम. 2472 आदिप्रभृतिभ्यः शपः इत्यनेन अदादिगणस्य धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति. अदादिप्रत्ययगणः एतत् पूर्वं जानाति खलु किं किम् अभवत् इति. अदादिगणे शप् अस्ति चेत् अत्र लुक् भवति. भुवादिगणे शप् अस्ति, अकारः एव तिष्ठति. अनन्तरं जुगुप्त्यादिगणे अत्रापि लुक् भवति. अनन्तरं किमस्ति विवादिगणः एतत् सर्वं जानाति खलु. अस्तु, इदानीं इन् गतो धातुः स्वीकृतः चेत् अत्र म्यूट् करोतु, अन्ये सर्वे म्यूट् करोतु. इदानीं सर्वे म्यूट् करोतु कृपया. I know. दर्शयतु भगिनी. क्षम्यतां, नेक्स्ट् वीक् केन् यू विस्तरेण सूत्रं पाठयतु भगिनी. समयः अतीतः. इकारस्य स्थाने एकारः किं सूत्रेण भवति चेत् इकारस्य स्थाने एकारः भवति, सार्वधातुक आर्धधातुकयोः इत्यनेन एव एकारः भवति, अनन्तरं ये योगः ति योजनेन एति इति भवति. तावदेव. एतत् किञ्चित् इतोपि प्रश्नः सन्ति चेत् अग्रिमवर्गे एतत् स्वीकुर्मः पुनरपि. अस्तु महोदय, अग्रिमवर्गे all these उदाहरणं let us take one by one and we'll try. One by one and we'll do it. Okay. अस्तु, समीचीनम्. इदानीं अन्तिमश्लोकं पठतु अनिल् महोदय. आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुद्दच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो सर्वेभ्यः धन्यवादः. धन्यवादः भगिनि. बहु धन्यवादः. अहमेव वक्तव्यम् एतत्. धन्यवादः.